अस्तु, तर्हि व्यतिरेकव्याप्तिविषये चर्चा जायमाना अस्ति अधुना. अस्यां चर्चायाम् अस्माभिः परिशीलितम् आसीत् यत् साध्याभावव्यापकीभूताभावप्रतियोगिहेतुः इत्येव व्यतिरेकव्याप्तिः. वस्तुतः लक्षणवाक्यमस्ति साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्यतिरेकव्याप्तिः इति. अधुना तादृशलक्षणस्य ज्ञानेन साध्याभावव्यापकीभूतप्रतियोगित्वं कुत्रचित् अस्ति इत्यनेन कीदृशं ज्ञानं जायते, अत्र परामर्शज्ञानं जायते इति उक्तमस्ति. तर्हि तत् कथं जायते इत्यस्य विषये किञ्चित् वदति वा सन्ध्या भगिनी? अस्तु अस्तु, सावित्री भगिनी तर्हि वदति वा? न केवलम् अत्र साध्याभावव्यापकीभूतप्रतियोगिहेतुमान् इति कश्चन अस्ति इति वदनेन परामर्शः जायते, परामर्शज्ञानं. स्वार्थानुमानस्थले चत्वारि ज्ञानानि आसन्, तत्र परामर्शः इति कथम् इति किञ्चित्. परामर्शः यत्र साध्याभावाभावः अस्ति तत्र हेत्वाभावाभावः भवति इति निगमनवाक्यं भवति. परामर्शज्ञानं तत्र द्वितीयतृतीयवाक्ये द्वितीयवाक्यमासीत् साध्याभावः, यत्र साध्याभावः अस्ति तत्र हेत्वाभावः अस्ति. तृतीयः तृतीयं वाक्यम् आसीत् यत्र साध्याभावाभावः अस्ति तत्र हेत्वाभावाभावः अस्ति तत्र साध्याभावः भावाभावः अपि अस्ति. द्वयोः मिलित्वा साध्याभावव्यापकीभूत भावस्य अभावस्य प्रतियोगित्वं यत्र अस्ति तत्र व्यतिरेकव्याप्तिः इति अस्माकं अनुमितिः जायते. हा, तर्हि अस्मिन् व्याक्ये वा लक्षणवाक्ये किं किम् अन्तर्भूतं? साध्याभावः अस्ति, साध्याभावस्य व्यापकत्वेन अन्यत् किम् अस्ति? मध्ये अन्येन केनचित् उक्तमासीत्. जयन्ती भगिनी, जयन्ती अस्ति. अस्तु अस्तु, जयन्ती भगिनी अस्ति वा? तर्हि अस्तु, किञ्चित् वदतु भगिनी. कीदृशं ज्ञानम् अन्तर्भूतम् अस्मिन् वाक्ये? साध्याभावः अस्ति यत् वह्नि अस्ति इति, साध्याभावः अस्ति, तस्य व्यापकः अस्ति हेत्वाभावः. हेत्वाभावः प्रतियोगी अस्ति, हेतौ प्रतियोगित्वम् अस्ति इति ज्ञानम् अन्तर्भूतम् अस्ति अस्मिन् वाक्ये. अतः प्रतियोगी अस्ति हेतुः एव, तादृशप्रतियोगित्वं हेतौ अस्ति इति. हा, समीचीनम्. किन्तु अत्र मूलविषयः अस्ति तादृशप्रतियोगित्वं हेतौ अस्ति इति सत्यं, किन्तु अयं हेतुः पक्षे अस्ति इति वार्ता खलु? आम् आम्. अतः तादृशप्रतियोगित्वं हेतौ अस्ति, अतः साध्याभावव्यापकीभूत हेतुमान् पक्षः इति. हा, समीचीनम्. परन्तु अनेन परामर्शज्ञानः कथं जायते इति. परामर्शज्ञाने ज्ञानद्वयम् अन्तर्भूतम् अस्ति खलु? हा, व्याप्तिज्ञानम् इति अस्ति एकं, तदेव साध्याभावव्यापकः अस्ति हेतुः इति. इत्युक्ते यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति व्याप्तिज्ञानम्. अनन्तरम् उपनयज्ञानमपि अस्ति, अनुमितिज्ञानम् अस्ति. परामर्शज्ञाने ज्ञानद्वयं ज्ञानद्वयघटितज्ञानमस्ति परामर्शः. अत्र अत्र पक्षधर्मताज्ञानमपि अस्ति खलु, अतः प्रथमं तु व्याप्तिज्ञानं, यथा उक्तं यत्र यत्र साध्यः भावः तत्र तत्र हेत्वाभावः इति, इत्युक्ते साध्याभावस्य व्यापकः अस्ति हेत्वाभावः इति. अनन्तरम् अत्र पक्षे तु हेतुः अस्ति इत्यस्मात् पक्षः हेतुमान् अस्ति. कीदृशहेतुमान्? तत्तु समीचीन भवती उक्तवती एव, साध्याभावव्यापकी भूताभावप्रतियोगी हेतुमात् पक्षः इति सिद्ध्यति. अस्तु समीचीनं. तर्हि परामर्शः उदेति, परामर्शे पक्षधर्मताज्ञानं हेतुः अस्ति इति आरम्भे एव भवति. तदनन्तरं व्याप्यव्यापकभावः अपि प्रकाशितः भवति अनेन ज्ञानेन. अस्तु, हेत्वाभावः साध्याभावस्य व्यापकः अस्ति चेत् ततः अग्रे गत्वा हेत्वाभावाभावः व्याप्यः भवति, साध्याभावाभावः व्यापकः भवति इति व्याप्तिविषयकं ज्ञानं सुदृढं जायते. अस्तु, ततः अग्रे, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः, ततः अग्रे इतोपि किञ्चित् गत्वा पुनः अभावयोजनेन विपरीतत्वेन वदामश्चेत् यत्र यत्र हेत्वाभावाभावः तत्र तत्र साध्याभावाभावः इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति स्थापितमस्ति, इति स्थापितं भवति. अस्तु, इदानीम् इतः अग्रे तत्र वह्निः उष्णः वह्नित्वात् इत्यस्य पञ्चावयवानाम् उपयोगेन विवरणमस्ति, तत्र व्यतिरेकव्याप्तिः कथं सिद्ध्यति इति. सरला भगिनी तस्य विषये किञ्चित् वदति वा? अपि च एकनिमिष, केचन नूतनाः आगताः, के के? वन्दनी अस्मि भगिनि. अस्तु, राजेन्दर् महोदय. तर्हि एतावता सन्ध्या भगिनी, भारती भगिनी, सावित्री भगिनी, सरला भगिनी, जयन्ती भगिनी, वर्धिनी भगिनी, राजेन्दर् महोदय इति. अन्य कोऽपि अस्ति वा? अस्तु, सरला भगिनी तर्हि अग्रे उच्यताम्. वह्नी उष्णवह्नित्वात् इति वाक्ये वह्नी अस्ति अस्माकं पक्ष, तस्मिन् उष्णत्वं भवति साध्यं, वह्नित्वम् अस्ति हेतु. प्रतिज्ञावाक्यमस्ति वह्नी उष्णत्वात्, तस्य हेतुवाक्यं भवति वह्नित्वात्, वह्नित्ववत् तर्हि वह्नित्वं, वह्नित्वम् इति धर्मः खलु, वह्नित्वस्य मतुप् इत्युक्ते अस्मिन् अस्ति इत्यस्य अर्थे मतुप् वह्नित्ववत् तावदेव अस्ति. अततः अग्रे वात् इति यद् श्रूयते तत्तु पञ्चमी विभक्ति, तावदेव पञ्चमी विभक्ति कारणं भवति. अतः हेतुवाक्यं वह्नो अस्ति, हेतु वह्नो प्रति. उदाहरणवाक्यं भवति यो यो उष्णत्वभाववान् स अपि वह्नत्वभावभावभाववान् इत्युक्ते यत्र यत्र वह्नी उष्णत्वं नास्ति तत्र तत्र वह्नी नास्ति, यथा जलं यन्नैवं तथा यन्नैवं तथा जलम् इत्युक्ते यथा जले उष्णत्वं नास्ति वह्नित्वमपि नास्ति. किन्तु चतुर्थवाक्यम् उपनयनम् अस्माकं पक्षे एतत् नास्ति, विपरीतम् अस्ति. यत्र वह्नित्वम् अस्ति तत्र उष्णत्वम् अस्ति, तत्र वह्नित्वम् अस्ति. सो तथा नास्ति इत्युक्ते तत्र हेत्वा भावा भाववान् अस्ति तत् अतः साध्याभावभाववान् अस्ति वह्नित्ववत् वा वह्नित्ववत्वान् अस्ति कारणं कि तत्र अतः उष्णत्ववान् अस्ति. निगमवाक्यं तस् भवति तस्मात् हेत्वाभावभावात् उष्णत्वाभावाभावात् भवति. हेत्वाभावाभावः इत्युक्ते किम्? इत्युक्ते तत्र वहिनित्वमस्ति द्वितीयवारं भावः. केवलं हेत्वाभावाभावः इत्युक्ते हेतुः, तावदेव स्पष्टीकर्तुम् इच्छामि. हेतु अस्ति साध्याभावभाव इत्युक्ते साध्यम् अस्ति. सो अतः तत्र वह्नित्वमपि अस्ति उष्णत्वमपि अस्ति. समीचीनं. तर्हि वह्नित्वाभावाभावः इत्युक्ते वह्नित्वम् अस्ति, अतः उष्णत्वाभावाभावः इत्युक्ते उष्णत्वमपि साध्यम् अस्ति. बहु सम्यक्. साध्यं साध्यते इति व्यतिरेकव्याप्तेः उदाहरणम् आसीत् अत्र, वह्निः उष्णः उष्णत्वात् इति. तर्हि व्यतिरेकव्याप्तिस्थले अनुमितिः जाता, अनुमितिः जाता पञ्चमे वाक्ये, निगमनवाक्ये. निगमनवाक्ये उष्णत्वात् उष्णत्वात् तत्र वह्नित्वम् अस्ति. यत्र उष्णत्वमस्ति तत्र वह्नित्वं भवति. न चिन्तयतु, यत्र उष्णत्वम् अस्ति तत्र वह्नित्वम् अस्ति इति वा, अथवा वह्नित्वम् अस्ति अतः उष्णत्वम् अस्ति इति वा? वह्नित्वम् इति हेतुः खलु. आम्, साध्यं किम्? साध्यम् उष्णत्वम्. उष्णत्वं साध्यम् इत्युक्ते तत् साधनीयं पक्षे वह्नौ. वह्नित्वम् अस्ति तत् अतः उष्णत्वं भवति. हा, उष्णत्वम् उष्णत्वं भवति इति व्यतिरेकव्याप्तिमाध्यमेन साधितं साध्य. अत्र पञ्चावयवाः इति परार्थानुमानस्य स्थले यानि सोपानानि भवन्ति तानि तानि तावदेव. अस्तु अस्तु, इतः अग्रे तत्र वस्तुतः अस्मिन् उदाहरणे, व्यतिरेकव्याप्ति उदाहरणे, मूलवाक्यं भवति वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति अस्ति अनुमानप्रयोगः. तर्हि संध्या भगिनी किञ्चित् वक्तुम् इच्छति वा अत्र यन्नैवं तन्नैवम् इत्यस्मिन् व्यतिरेकव्याप्तिः कथं प्रदर्शिता इति? तर्हि तत्र वह्निः उष्णः वह्नित्वात् मध्ये तत्र वदामः, एकक्षणं ददातु, तत्र पक्षः अस्माकं वह्निः अस्ति, तस्मात् पूर्वं यद् उदाहरणवाक्यं स्वीकृतमस्ति तत्र वदति यो यः यः यः उष्णत्वाभाववान् सः सर्वः अपि वह्नित्वाभाववान् यथा जलम् इति उदाहरणवाक्यमस्ति. तर्हि इदानीं ततः अग्रे गत्वा उपनयवाक्ये तत्र तथा एतद् नास्ति इत्युक्ते यथा जलं तथा एषः पक्षः वह्निः तथा नास्ति इति अस्ति. अतः जलं यथा वह्नित्वा भाववान् अस्ति तथा वह्निः वह्नित्वा भाववान् नास्ति इत्युक्ते वह्निः वह्नित्ववान् अस्ति, वह्नित्वम् अस्ति अतः तत्र उष्णत्वम् अपि अस्ति इति तत्र एवं तदेवमिति तस्य उदाहरणं स्वीकृत्य यथा जलं नास्ति तथा एषः अस्ति इति दर्शयन्ति. समीचीनं. तर्हि यन्नैवं तन्नैवम् इत्युक्ते तत्र यन्नैवम् इत्युक्ते किम्? यन्नैवम् इत्युक्ते यन्न एवम् इत्युक्ते यन्न हेत्वाभाववान् इति हेत्वाभावभाववान् न इति. हा हा हा. तर्हि इतोपि सरलरीत्या वदामश्चेत् अत्र अग्रिमपरिच्छेदे एव दीयते यन्नैवम् इत्युक्ते यत् उष्णत्ववान् न. हा हा इत्युक्ते जलं जलम् उष्णत्ववान् नास्ति. इत्युक्ते यत् साध्याभाववान् अस्ति इति अर्थः. अहं कमपि म्यूट् करोमि. 5 4 1 0 7 4 6 कस्य सङ्ख्या ततः ध्वनिः आगच्छति. अस्तु तर्हि अत्र यन्नैवम् इत्युक्ते यत् यद् उष्णत्ववान् न इत्युक्ते यद् जलं इत्युक्ते यत् यद् साध्याभाववान् यत्र यत्र साध्याभावः यत् साध्याभाववान् इत्युक्ते यद् उष्णत्वाभाववान् सः तद् जलम् इति भाववत् तज्जलं. तन्नैवम् इत्युक्ते तद् एवं न इत्युक्ते तद् वह्नित्ववान् नास्ति इत्युक्ते यद् यत्र उष्णत्वाभावः अस्ति तत्र वह्नित्वाभावः अस्ति यथा जलम् इति. तावदेव. तर्हि द्वितीयवाक्यम् इव भासते खलु यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः सः एव अर्थः अत्र प्रकटीकृतः यन्नैवं तन्नैवम् इत्यस्मिन्. यन्नैवम् इत्युक्ते यत्र साध्याभावः इत्युक्ते साध्यवान् नास्ति. तन्नैवम् हेतुमान् अपि नास्ति. समीचीनं. तथा एव अस्ति यन्नैवं तन्नैवं यथा जलम् इत्यस्मिन् तादृशव्यतिरेकव्याप्तिः प्रकटीकृतः भवति. अस्तु इतः अग्रे इतोपि एकः लघु बिन्दुः अस्ति यद् वह्निः उष्णः वह्नित्वात् इत्यस्मिन् पक्षसाध्ययोः सम्बन्धः स्फुरितः न भवति. इत्युक्ते पक्षः अस्ति वह्निः साध्यः हा पक्षसाध्ययोः साध्य इति उष्णः अनुमानवाक्ये वस्तुतः लोके पक्षसाध्ययोः सम्बन्धः प्रसिद्धः न अपि तु साध्यहेत्वोः. यतोहि हा यतोहि तत्र हेतुः कः वह्नित्वम् इति तादृश जातिविषयक अथवा धर्मविषयकचर्चा विषयिणी चर्चा केवलं शास्त्रे भवति इति कृत्वा तत् तादृशप्रसिद्धविचारः नास्ति. तथा एव अस्माकं मूल उदाहरणमपि आश्रयनाशाजन्यगुणनाशत्वम् इति धर्मः आश्रयनाशाजन्यगुणनाशनाशे अस्ति. तादृश एव उदाहरणम् अत्र वयम् इदानीं परिशीलयामः इति. अस्तु इतः अग्रे सरेम. तर्हि राजेन्दर् महोदय पठितुम् इच्छति वा? तर्हि अधुना कुत्र कुत्र अस्ति तर्हि अधुना प्रकृतिविषयः द्रष्टव्यः तथा भगिनि? आम् आम्. तर्हि अधुना प्रकृतिविषयः द्रष्टव्यः. विद्याधर्याम् अनुमानप्रयोगः एतादृशः आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशात् यथोक्तं आश्रयनाश अजन्यगुणनाश इति पक्षः समान अधिकरणगुणजन्यत्वम् इति साध्यम् आश्रयनाश अजन्यगुणनाशत्वम् इति हेतुः पाकरूपनाश्वत् दृष्टन्तः. इदानीं तु अत्र पुनश्च तत् विद्याधर्यां आसीत् तत्र पुनः आश्रयनाशजन्यगुणनाशः इत्युक्ते इत्युक्ते पक्षः यत् आश्रयनाशः न भवति तत्र गुणनाशः अभवत् परन्तु आश्रयस्य नाशः न अभवत् यथा घटः वा पटः नष्टः न अभवत् तत्र समान अधिकरणगुणजन्यः साध्यः साध्यः इदानीम् एतस्मिन् उदाहरणे पर्वतवह्निः वह्निमान् तत्र वह्निः आश्रयनाशजन्यगुणनाशत्वात् अथवा हेतुः अत्र एतस्मिन् उदाहरणे धूमः पाकजरूपनाशवत् दृष्टान्तः अस्ति यत्र यथा लोके जनाः जानेयुः यथा पर्वता यथा महानसं यत्र यत्र वह्निः तत्र यत्र धूमः तत्र वह्निः यथा महानसं तथा दृष्टान्तः अस्ति तस्मिन् उदाहरणे. हा हा बहु समीचीनं महोदय. तर्हि आश्रयनाशः जन्यगुणनाशः इति पक्षः पक्षः इत्युक्ते किम् पक्षः यः हेतुना व्याप्यः अस्ति सः पक्षः. हा किन्तु यत्र हेतुः अस्ति इति तु सत्यं किन्तु शास्त्रीयरीत्या वदामश्चेत् यत्र किञ्चित् साधयितुम् इच्छामः तत् स्थलं तादृशस्थलं पक्षः. पर्वतः वह्निमान् धूमात् इत्यस्मिन् पर्वतः तस्मिन् वह्निः अस्ति इति साधयितुम् इच्छामः यत्र साधयितुम् इच्छामः सः पक्षः. अत्र तु आश्रयनाशजन्यगुणनाशः इति पक्षः. अस्तु ततः अग्रे साध्यम् इत्युक्ते किम् समानाधिकरणगुणजन्यः समानाधिकरणगुणजन्यः यत्र गुणः जनयति वह्निः तत्र साध्यः. साध्यः इत्युक्ते यत्किमपि साधयितुम् इच्छामः पक्षे तद्वस्तु साध्यम् अथवा साध्यः. हेतुः इत्युक्ते आश्रयनाशजन्यगुणनाशत्वात् आश्रयनाशजन्य आश्रय नाशः न भवति तत् तत् यत्किमपि गुणः अस्ति यत् व्याप्यः अस्ति तत् सः हेतुः. हेतुः हा हा. तर्हि हेतुसाध्ययोः मध्ये कथञ्चित् कारणकार्यभावः अस्ति वा इति प्रश्नः आगतः. तत्र व्याप्यव्यापकभावः अस्ति. बहु समीचीनं महोदय. व्याप्यव्यापकभावः अस्ति अपि च पाकजरूपनाशवत् इति दृष्टान्तः इति उदाहरणं यथा यथा महानसं यथा महानसम् अस्तु इति आसीत् विद्याधर्याः मूलवाक्यम्. अग्रे का पठति? भारती भगिनी पठितुम् इच्छति वा अग्रे? पठामि भगिनि. यथोक्तं पूर्वम् पुनस्मरणत्वेन घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः अनेन च घटपटयोः संयोगः नष्टः आश्रयनाशजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः. अत्र गुणः इत्युक्तौ संयोगः आश्रयः इत्युक्तौ घटः पटः च. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः किन्तु घटपटयोः संयोगः नष्टः. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति. अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशजन्यगुणनाशः. घटपटयोः संयोगः इति स्थितौ घटपटात् घटपटयोः संयोगः अस्ति चेत् विभागः तादृशसंयोगः अपि च विभक्तः अस्ति चेत् घटः पटात् विभक्तः इति इति तादृशः वदामः. अनेन घटपटयोः संयोगः नष्टः. विभक्तः विभागः अस्ति चेत् संयोगः अपि नष्टः अस्ति. बहु समीचीनं, तथैव अस्ति. घटपटयोः संयोगः आसीत् आदौ, तदा घटः पटात् विभक्तः इत्युक्ते घटपटयोः विभागः अभवत्. अनेन किम् अभवत्? संयोगः नष्टः. नष्टः, हा, समीचीनं भगिनि. अग्रे आश्रयनाश जन्यगुणनाशः इत्यनेन इत्यनेन आश्रयनाशेन अजन्यगुणनाशः. आश्रयनाश जन्य गुणनाशः इत्युक्ते आश्रयः घटपट योः आश्रयः द्वे अपि अस्ति. आश्रयः कस्य आश्रयः? घटपटयोः मध्ये द्वे अपि आश्रयः. द्वौ अपि आश्रयौ, आश्रयौ इत्युक्ते अधिकरणे. तर्हि द्वौ अपि कस्य आश्रयौ? संयोगस्य. हा, बहु सम्यक्, संयोगस्य आश्रयौ, आश्रय. तर्हि अत्र हा इति सम्यक्तया अभिज्ञातं भवत्या, संयोगस्य आश्रयौ घटपटौ इति सम्यक्. इदानीं किम् उक्तम्? आश्रयनाशाजन्य, आश्रयनाश आजन्य, अत्र दीर्घ अस्ति. आश्रयनाश अजन्य गुणनाश अजन्य इत्युक्ते अजन्य, अजन्य इत्युक्ते न जायते. सम्यक् सम्यक्. केन केन न जायते? गुणनाशः न जायते. अत्र पश्यतु, तृतीयविभक्त्यन्तम् अस्ति खलु, आश्रयनाशेन अजन्यः इत्युक्ते आश्रयनाशेन न जायते. अन्यत् किमपि कारणम् अस्ति, किन्तु आश्रयनाशः इति कारणं नास्ति. नाशः न भवति. आश्रयनाशं नाशः भूत्वा गुणनाशः न जायते, अतः आश्रयनाशेन अजन्यः गुणनाशः. सः गुणः कः यस्य गुणस्य विषये अत्र उच्यते? विभागः न गुणनाशः इति उक्तं खलु. कस्य गुणस्य नाशः अभवत्? कस्य? संयोगस्य वा विभागस्य? संयोग न, विभागस्य नष्टः न, विभागः जातः, अतः संयोगस्य नष्टः खलु. अतः अस्मिन् वाक्ये गुणनाशः इति यदुच्यते, सः गुणः अस्ति, संयोगः. संयोगनाशः जायते इति कृत्वा जन्यगुणनाशः इति. परन्तु सः संयोगनाशः आश्रयनाशेन न जायते. आश्रयः तु यथावत् भवति इति कृत्वा आश्रयनाशेन अजन्यः गुणनाशः. इत्युक्ते गुणनाशः न भवति, अजन्य न, गुणनाशः भवति भवति, परन्तु आश्रयनाशेन अजन्यः. न तु आश्रयनाशेन सत्यं तथैव धन्यवादः. इत्यनेन आश्रयनाशेन अजन्यगुणनाशः आश्रयनाशेन न भवति गुणनाशः. अत्र गुणः इत्युक्तौ संयोगः, आश्रयः इत्युक्तौ घटपटः च. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः. अत्र घटः नष्टः न भवति, अपि च पटः नष्टः न भवति. किन्तु घटपटयोः संयोगः नष्टः. किन्तु घटपटयोः संयोगः नास्ति अत्र. नष्टः भवति. अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति. अन्ते संयोगः गुणः नाशः, संयोगनाशः इति पदार्थः सिद्ध्यति. अत्र इति सर्वजनसिद्धप्रत्ययः इत्युक्ते सर्वैः अनुभूयते, अनुभवः जायते. अस्तु, संयोगः नष्टः इति अनुभवः जायते, तादृशपदार्थः सिद्ध्यति. अपि च एकनिमिषः, संयोगनाशः कीदृशः पदार्थः इति कोऽपि स्मरति वा? संयोगनाशः कीदृशपदार्थः इत्युक्ते गुणः अन्य कापि अस्माभिः चर्चितम्? प्रश्नः कः भगिनि? अन्य कोऽपि, सावित्री भगिनी वा, जयन्ती भगिनी, सन्ध्या भगिनी, सरला भगिनी, अत्र किं घनिष्ठः गुणः अस्ति तादृशं वा? संयोगनाशः गुणः अस्ति वा इति प्रश्नः प्रथमतया. तावदेव पुनःस्मरणार्थं पृष्टवती. सत्यम्, अभावस्य रूप संयोगनाशः इति किं? प्रध्वंसाभावस्य संयोगध्वंसः, प्रध्वंसाभावः एव संयोगनाशः इत्युक्ते इति पदार्थः, गुणः नास्ति. अस्तु, संयोगनाशः इत्युक्ते पदार्थः, संयोगः इत्युक्ते गुणः. गुणः, समीचीनं, सम्यक् भगिनि, अग्रे. अत्र तादृशः संयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाशः अजन्यगुणनाशः. संयोगनाशः यः, संयोगनाशः अत्र आश्रयनाशेन न जातः इत्युक्ते घटः पटः स्तौ स्तः आश्रयनाशः न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः. बहु सम्यक्, गुणनाशः आश्रयनाशेन न जाता. सम्यक् इति वार्ता अस्ति. आश्रयनाशाजन्यगुणनाशः इत्युक्ते आश्रयनाशेन न जातः गुणनाशः, आश्रयनाशेन अजन्यगुणनाशः इति. अस्तु, समीचीनम्. अग्रे वर्धिनी भगिनी पठितुमिच्छति वा? आं भगिनि. समानाधिकरणगुणजन्यः इति गुणनाशस्य विधेयः, उद्देश्यविधेयभावः. समानाधिकरण गुणजन्यः गुणनाशः, उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेष्यभावः इति चिन्त्यताम्. प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः. समानाधिकरणगुणेन अन्यगुणनाशः अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः समानाधिकरणगुणः इति विभागः संयोगनाशः घटे पटे च विभागः अपि तथा घटे पटे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ उच्यताम् विधेयः इत्युक्ते अर्थः कः गुणनाशस्य विधेयः हा अत्र कीदृशगुणनाशः इति चर्चितम् इदानीं समानाधिकरणगुणजन्यः हा सत्यं किन्तु भारती भगिन्या पूर्वं यत् पठितम् आश्रयनाशजन्यगुणनाशः आश्रयनाशेन न जायते हा हा तादृश सत्यं तादृशगुणनाशस्य इत्युक्ते आश्रयनाशजन्यगुणनाशस्य विधेयः कः समानाधिकरणगुणजन्यः हा समानाधिकरणगुणजन्यः इत्युक्ते आश्रयनाशजन्यगुणनाशस्य विषये किमपि उक्तम् अस्ति अस्तु आश्रयनाशजन्यगुणनाशम् उद्दिश्य अन्यत् किञ्चित् उक्तम् अस्ति तद् किं समानाधिकरणगुणजन्यः हा बहु समीचीनम् इति अस्ति तदर्थं सः समानाधिकरणगुणजन्यः इति विधेयः उद्देश्यविधेयभावः समानाधिकरणगुणजन्यः गुणनाशः उद्देश्यविधेयभावः उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषणविशेष्यभावः इति चिन्तताम् प्रकृतविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः समानाधिकरणगुणेन जन्यगुणनाशः अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः गुणः इति संयोगः अस्ति तर्हि इतः पूर्वं भवती यत् पठितवती उद्देश्यविधेयभावः इति किञ्चित् अवगमनं जातं वा तस्य उद्देश्यविधेयभावः विशेषणविशेष्यभाववत् अस्ति किन्तु सूक्ष्मभेदः अस्तु विशेषणविशेष उन्नतः बालकः इत्यस्मिन् बालकस्य विषये किञ्चित् उक्तं खलु उन्नतः इति शब्देन परन्तु बालके बालकस्य विशेषणमस्ति किन्तु उद्देश्यविधेयभावस्थले कमपि अथवा किमपि उद्दिश्य अन्यत् किञ्चित् विधत्तं भवति अत्र आश्रयनाशजन्यगुणनाशः इति उद्देशः समानाधिकरणगुणजन्यः इति विधेयः तस्य विषये किमपि उक्तमस्ति इति चिन्तनं तादृशचिन्तनमस्ति उद्देश्यविधेयभावः इति न ज्ञायते चेत् विशेषविशेष्यभावः इति चिन्तनीयं प्रकृतिविषयस्य बोधनार्थं द्वयोः सूक्ष्मः एव भेदः समानाधिकरणगुणेन जन्यगुणनाशः अत्र समानाधिकरणगुणजन्यः इति उक्तं खलु तस्य विच्छेदं कृत्वा किञ्चित् विग्रहवाक्यमस्ति समानाधिकरणगुणेन जन्यः समानाधिकरणगुणेन जन्यः कः सरला भगिनि समानाधिकरणगुणेन विभागः समानाधिकरणगुणः इति विभागः समीचीनं समानाधिकरणगुणेन जन्यः कः संयोगनाशः घटे पटे च विभागः अपि तथा अस्ति घटे पटे विभागसंयोगनाशः समानाधिकरणम् इति स्पष्टमस्ति खलु विभागस्य विभागस्य आश्रयौ कौ विभागस्य अस्य घटपटः घटपटौ पुनः संयोगनाशस्य तदेव घटे घटः पटः हा अतः समीचीनम् अतः संयोगनाशं प्रति संयोगनाशं प्रति विभागः समानाधिकरणगुणः इति बुद्धम् अतः संयोगनाशः समानाधिकरणगुण गुणजन्यः इति अस्तु अग्रे सरला भगिनी पठति वा आं भगिनि ततः अग्रे आशनाशजन्यगुणनाशत्वम् इति धर्म विद्यते आशनाशजन्यगुणनाशे अयं च धर्म पक्षभिन्नस्थले न लभ्यते आशनाशाजन्यगुणनाशे इति पक्षे एव लभ्यते एतात् धारणेन अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या अन्वयव्याप्ति वा व्यतिरेक्तव्याप्ति वा यत्र यत्र आशनाशजनगुणनाशत्वम् इति हेतुः भवति तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति साध्यम् अपि भवति इति वक्तव्यं किम् अत्र आशनाशजन्यगुणनाशत्वम् इति धर्म अस्ति पक्षे आशनाशजन्यगुणनाशपक्षे सो यथा पुस्तके पुस्तकत्वं धर्म अस्ति तथा तथैव आशनाशजन्यगुणनाशत्वं धर्म अस्ति पक्षे आशनाशजन्यगुणनाशे एतद् धर्म प्रकृतौ केवलं शास्त्रं शास्त्रे लभ्यते न त लोके इति प्रसिद्धं नास्ति अयं च धर्मपक्षभिन्नस्थले न लभ्यते आशनाशजन्यगुणनाशे इति पक्षे एव लभ्यते एतद् आधारणे अनुमानप्रयोगे कीदृशी व्याप्ति एतत् प्रश्नः भवति यदि आशनाशजन्यगुणनाशत्वं हेतु अस्ति आशनाशजन्यगुणनाशे पक्षे सो तस्य व्याप्ति कीदृशः भवति एतत् अन्वयव्याप्तिः अस्ति वा व्यक्तिरेकव्याप्तिः भवति यत्र यत्र गुण आशनाशजन्यगुणनाशत्वम् इति हेतुः भवति तत्र तत्र समानाधिकरणगुणजन्यत्वम् इति साध्यमपि भवति इति वक्तव्यं किम् अन्यप्रश्न उदेति यत्र हेतु आशनाशजनगुणमस्ति आरम्भे भगिनि आरम्भे पक्षभिन्नस्थले न लभ्यते इत्युक्ते किम् पक्षभिन्नस्थले यथा वह्नी उष्णत्वं वह्नि उष्णवह्नित्वात् तत्र वह्नित्वं हेतु साध्यम् उष्ण एकस्मिन् पक्षे अस्ति हेतु साध्यम् एकस्मिन् पक्षे अस्ति तत् भिन्नस्थले साध्यम् एकनिमिषः अत्र वार्ता का इत्युक्ते हेतुः हेतु वह्नित्वम् इति पक्षभिन्नस्थले लभ्यते वा वह्नित्वं वह्निः इति वह्नो केवलं भवति वह्नमेव यतोहि वह्नेः धर्मः अस्ति वह्नित्वम् अन्यत्र न लभ्यते अतः अनेन आधारेण कीदृशव्याप्तिः इति अनेन आधारेण व्यक्तिरेकव्याप्तिः भवति इति एतावता वयं जानीमः वह्निः उष्णः वह्नित्वा तादृशमस्ति इति चिन्तयित्वा कश्चन धर्मः अस्ति अपरत्र न लभ्यते पक्षभिन्नस्थले इति कृत्वा व्यतिरेकव्याप्तिः स्यात् इति चिन्तनं भवति अस्तु इति प्रथमप्रश्नः अनुमानप्रयोगे कीदृशवा व्याप्तिः वक्तव्या अस्तु प्रायः व्यतिरेकव्याप्तिः इति चिन्तयामः अधुना द्वितीयप्रश्नः भवति यत्र यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति वा न एतत् भवति वा न एतं साधयति वा न इदानीं पश्यतु प्रथमवाक्यस्य प्रथम अंशस्य आधारेण इत्युक्ते पक्षभिन्न न लभ्यते पक्षभिन्नस्थले न लभ्यते इत्यस्य आधारेण व्यतिरेकव्याप्तिः इति उक्तवन्तः परन्तु अत्र यः प्रश्नः द्वितीयप्रश्नः अस्ति यत्र यत्र आश्रयनाशाजन्यगुणनाशत्वम् इत्युक्ते यत्र यत्र हेतुः तत्र तत्र समानाधिकरणगुण्य गुणजन्यत्वम् इत्युक्ते साध्यं साध्यमस्ति वा न यथा यत्र यत्र हेतु धूम अस्ति तत्र तत्र वह्नी अस्ति द्वितीय इति सत्यं सत्यम् इति कस्य आकारः कस्य व्याप्तेः कस्याः व्याप्तेः अन्वयव्याप्ते आकारः अस्ति आकारः अस्ति किन्तु सत्यमपि अस्ति खलु यत्र यत्र हेतुः तत्र तत्र साध्यम् आम् इति आधारेण अन्वयव्याप्तिः इति वक्तुं शक्यते वा इति प्रश्नः अस्तु अस्तु प्रथमस्थले पक्षेतरस्थले न लभ्यते इति कृत्वा अस्तु व्यतिरेकव्याप्तिः इति जानीमः किन्तु अत्र यत्र यत्र हेतुः तत्र तत्र साध्यं तादृशम् अस्ति वा इति अपि प्रश्नः अस्ति इत्युक्ते अन्वयदृष्टान्तः वा इति जयन्ति भगिनी सम्यक् जयन्ति भगिनी भगिनी सन्ध्या वदामि अत्र एतत् अन्तिमं वाक्यं यदस्ति यत्र यत्र आश्रयनाशजन्यगुणनाशत्वम् इत्युक्ते हेतुः इति यत्र हेतुः भवति तत्र साध्यम् अपि भवति इति व्यतिरेकव्याप्तौ अपि तत्र अप्लै भवति किल इत्युक्ते यत्र हेतुः इत्युक्ते वह्नित्वम् अस्ति तत्र साध्यम् उष्णत्वम् अस्ति इति वक्तुं शक्नुमः किल हा सत्यम् अप्लैड् अस्ति इति तर्हि द्वयोः अस्ति एतद् अन्वयव्याप्तिस्थले अपि व्यतिरेकव्याप्तिस्थले अपि द्वितीयं वाक्यम् एतदस्ति हा इति अभिज्ञानं भवतु इति आसीत् वर्गे खलु जयन्ती भगिनी भवती अवगतवती सम्यक्तया वर्गे तदर्थं हा इति अभिज्ञानं भवतु इति अस्तु प्रथमं तु पक्षभिन्नस्थले किमपि हेतुः नास्ति इति कृत्वा व्यतिरेकव्याप्तिः इति चिन्तयितुं शक्नुमः किन्तु अधुना सन्ध्याभगिन्या यद् उत्थापितः बिन्दुः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति सत्यं भवति खलु व्यतिरेकव्याप्तिस्थले अपि भगिनी व्यतिरेकव्याप्तिस्थले तु नास्ति नास्ति हेतोः अविद्यमानत्वात् एव सर्वं किं प्रतीयते खलु अतः प्रथमः बिन्दुः अस्ति व्यतिरेकव्याप्तिस्थले हेतुः तु नास्ति अतः एव यत्र यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति हेतुः हा व्यतिरेकव्याप्तिस्थले हेतुः नास्ति हेतुः नास्ति कुत्र हेतुः दृष्टान्ते पक्षभिन्नस्थले पक्षभिन्नस्थले इति व्यतिरेकव्याप्तिः परन्तु इदमपि सत्यं भवति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वाक्यम् असत्यं भवति वा इति प्रश्नः व्यतिरेकव्याप्तिस्थले अन्ततो गत्वा सत्यं भवति भगिनि परन्तु तथा न वक्तुं शक्नुमः व्यतिरेकव्याप्तिस्थले अभावं स्वीकृत्य एव वदामः खलु हा हा इति तु अस्ति वार्ता परन्तु अत्र किं वक्तुमिच्छामि इत्युक्ते यत्र हेतुः अस्ति साध्यमपि अस्ति इति वार्ता सत्यमस्ति वा इति सत्यं अनेन किञ्चित् अन्वयः अपि अस्ति इति भाति परन्तु व्यतिरेकव्याप्तिस्थले व्यतिरेकसहचारः भवति आश्रयनाशजन्यगुणनाशत्वम् अस्ति चेत् समानाधिकरणगुणजन्यत्वम् अपि अस्ति तत् अन्वयस्थितिः एव सत्यं सत्यम् इदम् इदानीं अस्य विस्मरणं भवतु केवलं किं वह्निः उष्णः वह्नित्वात् इति चिन्तयामः खलु हा तस्मिन् सन्दर्भे यत्र यत्र वह्नित्वम् अस्ति तत्र उष्णत्वम् अस्ति इति वाक्यं वदामि चेत् तद्वाक्यं सत्यं सत्यं सत्यम् अनेन किं जायते अनेन अन्वयः अस्ति इति जायते खलु सत्यं अन्ततो गत्वा सर्वदा सत्यं खलु, हेतुः अस्ति चेत् साध्यमस्ति एव. सत्यं सत्यम् अन्ततो गत्वा सत्यं, परन्तु आरम्भे अपि यदि कोऽपि बै डिफाल्ट् अन्वयः अस्ति इति वदति चेत् तत्र असत्यं न भवति. अन्वयदृष्टान्तः अस्ति इत्यस्य अभिज्ञानं रेकग्निशन् भवति वा इति प्रश्नः. किं वदति भवती? मम अवगमने अन्वयव्याप्तिस्थले तथा न वक्तुं शक्नुमः. यत्र साध्याभावः अस्ति तत्र हेत्वाभावः अस्ति इति वक्तुं शक्नुमः. इति व्यतिरेकव्याप्तिस्थले खलु? हा, किन्तु अन्वयसहचारः इति भवत्या यद् उपयुक्तं पदं, सहचारः इत्युक्ते किं? अन्वयसहचारस्थले एतद् वक्तुं शक्नुमः, हेतुः अस्ति चेत् साध्यमपि अस्ति. व्यतिरेकसहचारस्थले न वक्तुं शक्नुमः. व्यतिरेकव्याप्ति इत्युक्ते अभावस्य अभाव अस्ति अस्ति अन्वयसहचारः, नास्ति नास्ति व्यतिरेकसहचारः इति तु सत्यं. किन्तु आरम्भे अपि अस्ति अस्ति इति वार्ता सत्यम् अस्ति न वा इति प्रश्नः. तत्तु सत्यमस्ति खलु? सत्यमेव भगिनि. किं जयन्ति भगिनि? किं सत्यमेव अस्तित्वेन एव वयं साधितुं शक्नुमः. नास्तित्वेन उपनयवाक्यम् अत्र पक्षे कीदृशी स्थितिः इति निर्णयित्वा, परन्तु तत्र अस्तित्वेन एव साधयितुं शक्नुमः. अतः अन्वयः व्याप्तिः अस्ति इति किञ्चित् तादृशी चर्चा आसीत् भगिनि, सावित्री भगिनि वर्गे. इत्युक्ते हा, यद्यपि पक्षेतरस्थले न लभ्यते हेतुः इति कृत्वा, यद्यपि व्यतिरेकव्याप्तिः इति वदामः, तथापि हेतुः अस्ति साध्यम् अस्ति इति अन्वयसहचारः तु अस्ति एव. तत्र कोऽपि संशयः एव नास्ति, परन्तु अस्तु भगिनि. अस्तु, अग्रे पठेम, इतोपि किञ्चित् तस्य परिशीलनं, तस्यैव परिशीलनं भवति. भवती एव अग्रे पठतु भगिनि, सावित्री भगिनि. अग्रे पाकजरूपनाशवत् इति दृष्टान्तः, पाकेन रूपनाशः तद्वत् इत्यर्थः. अयं च दृष्टान्तः कीदृशः इति परिशीलनीयम् अस्ति. प्रथमतया अस्माकं पर्वतः वह्नि धूम प्रसङ्गे चिन्तनं कीदृशम् आसीत् इति स्मर्यताम्. पर्वतः वह्निमान् धूमात् यथा महानसम् इत्यस्मिन् अनुमानप्रयोगे यया रीत्या महानसे हेतुसाध्ययोः सम्बन्धः अनुभूतः अस्माभिः, महानसे धूमः अस्ति चेत् वह्निः अस्त्येव इति सर्वजनसिद्धप्रत्ययः. तथैव पर्वते अपि धूमः अस्ति चेत् वह्निः भवेत् इति चिन्तनम् अस्माकम् आसीत् तत्र. अत्र अन्वयसहचारस्य विचारः अस्ति, अन्वयव्याप्तिः विचारः अस्ति. पाकजरूपनाशवत् इति दृष्टान्तः दत्तमस्ति अस्माकं विद्याधर्याः वाक्ये. पाकेन रूपनाशः तद्वत् इत्यर्थः. अस्तु, तत्र किञ्चित् वक्तुं शक्नुमः. घटे रूपः अस्ति प्रथमं, पाकस्य संयोगेन रूपः रूप्यनाशः भवति. तद्वत् अत्र संयोग नाशः भवति विभागेन इति अर्थः. परन्तु अयं च दृष्टान्तः कीदृशः इति परिशीलनीयम् अस्ति. अस्तु, प्रथमतया अस्माकं पर्वतः वह्नि धूम प्रसङ्गे चिन्तनं कीदृशम् आसीत् इति स्मर्यताम्. पर्वतः वह्नि मान् धूमात् यथा महानसम् इत्यस्मिन् अनुमानप्रयोगे. अस्तु, अत्र अनुमानप्रयोगं प्रयोगे सर्वे जानन्ति महानसे धूमः अस्ति चेत् वह्नि अस्ति एव. तत् स्वीकृत्य दृष्टान्तरूपेण धूमः अस्ति चेत् पर्वते वह्निः तत्र अपि अस्ति इति साधितमस्ति. महानसे धूमः अस्ति चेत् वह्निः अस्ति एव, तद्वत् एव पक्षे अथवा पर्वते धूमः अस्ति चेत् वह्निः अस्ति एव इति सर्वजनसिद्धप्रत्ययेन साधितमस्ति. तथैव तदेव अत्र लिखितमस्ति इति चिन्तनम् अस्माकम् आसीत् तत्र. अस्तु, उदाहरणे सर्वजनसिद्धप्रत्ययः स्वीकृत्य उदाहरणम् अथवा दृष्टान्तं दत्तमस्ति. तस्य अन्वयेन अथवा तथा विधि तथा रीत्या एव पक्षे अपि हेतुः अस्ति चेत् साध्यमपि अस्ति इति अस्माकं चिन्तनम् आसीत् तत्र. हा, समीचीनं. तर्हि महानसे इत्युक्ते उदाहरणे दृष्टान्तस्थले अनुभूतविषयः तद्वत् पक्षे अपि भवेत् इति चिन्तनम् आसीत्. अधुना महानससमानपदार्थः अस्ति किम् अत्र? हा, पाकजरूपनाशः इत्युक्ते पाकेन जातः रूपनाशः इति अस्ति. अस्तु, तत्र परिस्थितिः कीदृशी इति अग्रे अस्ति, किञ्चित् पठेम. सन्ध्या भगिनी पठति वा? अत्र प्रकृतौ अस्माकं दृष्टान्तः पाकजरूपनाशः. पाकः घटे, रूपनाशः अपि घटे इति स्थितिः. बोध्यं यत् पाकः इत्युक्ते विलक्षणः तेजस्संयोगः. अतः पाकजरूपनाशः इत्युक्ते तेजस्संयोगजरूपनाशः. पाकशब्दः उपयुज्यते लाघवात्. यथा महानसरूपि उदाहरणे महानसे धूमरूपहेतुः अपि अस्ति, वह्निरूपसाध्यमपि अस्ति इति अनुभूतविषयः नाम ज्ञातविषयः अस्माकं. तथैव अत्र पाकजरूपनाशरूपि उदाहरणे हेतुः अपि आश्रये अस्ति, साध्यमपि आश्रये अस्ति. इत्युक्ते आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः अपि अस्ति, समानाधिकरणगुणजन्यत्वम् इति साध्यमपि अस्ति. पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वम् इत्युक्तौ पाकजरूपनाशः आश्रयनाशजन्यः न. यतोहि रूपं घटे अस्ति, घटस्य नाशः न जातः, तथापि रूपस्य नाशः जातः. अतः आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः अस्ति, स च रूपनाशः आश्रयनाशजन्यः न, अपि तु आश्रयनाश अजन्यः. तर्हि अस्माकम् इदानीं यः यदुदाहरणमस्ति, दृष्टान्तम् अस्ति, तद् पाकजरूपनाशः इति अस्ति. तर्हि पाकः कुत्र अस्ति? घटे अस्ति, रूपनाशः अपि घटे अस्ति. तर्हि पाकः इत्युक्ते तत्र कोऽपि विशिष्टः तेजस्संयोगः इति पाकः. तर्हि पाकजरूपनाशः इत्युक्ते तेजस्संयोगजरूपनाशः. तत्र पाकः इति शब्दः तेजस्संयोगस्य स्थाने उपयुक्तः अस्ति, येन लाघवं जायते इति. इदानीं यथा अस्माकं महानसः इति उदाहरणम् अस्ति, तत्र महानसे हेतुः इति धूमः अपि अस्ति, तथैव साध्यं वह्निः अपि अस्ति इति वयं जानीमः एव. तथैव इदानीम् अत्र यदा पाकजरूपनाशः इति उदाहरणं यद्वदामः, सः हेतुः यः अस्ति पाकजरूपनाशः. पाकजरूपनाशः दृष्टान्तः किल? सत्यं, पाकजरूपनाशरूपि उदाहरणे हेतुः अपि आश्रये, हेतुः भिन्नं, हेतुः अपि आश्रये अस्ति, अनन्तरं साध्यमपि अस्ति. तर्हि अत्र हेतुः अस्ति अस्माकं आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः अस्ति. तथैव साध्यम् अस्ति समानाधिकरणगुणजन्यत्वम् इति साध्यं. तर्हि तत्र तस्मिन् उदाहरणे एकस्मिन् स्थले तत्र द्वयमपि अस्ति, यथा अस्माकं पूर्वस्मिन् उदाहरणे आसीत्, यथा महानसम् इति. हा, महानसम् इति यथा यद् उदाहरणमासीत् तथैव यथा पाकजरूपनाश, पाकजरूपनाशवत् इत्युक्ते यथा पाकजरूपनाशः, तथा तत्र द्वयमपि अस्ति, तत्र हेतुः अपि आश्रये अस्ति, साध्यमपि आश्रये अस्ति इति. हा, आश्रयः इत्युक्ते इति इदानीम् उदाहरणे उदाहरणरीत्या यद् स्वीकृतं तादृशं तादृशम् अधिकरणम् अथवा आश्रयम् आश्रयः. परन्तु भगिनी अत्र साधनीयम् अस्ति खलु, अथवा दृष्टान्ते तथा अस्ति, अत्रापि तथैव भवतु इति अस्माकम् अनुमान अनुमितिः. आमां, दृष्टान्ते अथवा उदाहरणे किमपि साधनीयं न भवति. अहमपि तादृशमेव दोषः मयापि कृतः आसीत्. दृष्टान्ते किमपि साधनीयः न भवति, दृष्टान्ते अनुभूतविषयः. महानसे धूमः अपि च वह्निः अनुभूतविषयः. तद्वत् इदानीम् अस्माकं दृष्टान्तः कः? पाकजरूपनाशः. तस्मिन्नपि हेतुः कः, सन्ध्या भगिनी? तस्मिन् हेतुः अस्ति आश्रयनाशाजन्यगुणनाशत्वं, साध्यम् अस्ति समानाधिकरणगुणजन्यत्वम्. एतद् द्वे अपि तत्र पाकजरूपनाशः इति यः यद् उदाहरणमस्ति तस्मिन् स्तः इति अनुभूतम् अस्ति. हा हा, समीचीनम्. इति अनुभूतम् अस्ति, यथा महानसे अनुभूतविषयौ आस्तां तद्वत्. तर्हि कथम् अनुभूतम् इति तत्र अग्रे तादृशम् अस्ति. पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वम् इति यदि वदामः तर्हि पाकजरूपनाशः यः अस्ति सः आश्रयनाश जन्यः नास्ति. इत्युक्ते उदाहरणार्थं तत्र रूपम् अस्ति, घटः अस्ति, घटस्य नाशः न भवति, तथापि तेजस्संयोगेन तत्र रूपस्य नाशः भवति. ततः पाकजरूपनाशः इत्युक्ते रूपनाशः पाकेन जायते वा पाकात् जायते इति, पाकात् जातः अस्ति इति. परन्तु घटस्य नाशात् न जायते, घटस्य नाशः न भवति, तथापि रूपस्य नाशः भवति. अतः आश्रयनाशाजन्यगुणनाशत्वम् इति यः हेतुः अस्ति सः रूपनाशः अस्ति, सः आश्रयनाशजन्यः नास्ति, परन्तु आश्रयनाशाजन्यः अस्ति. इत्युक्ते आश्रयनाशात् न जायते इति आश्रयनाशाजन्यः, आश्रयस्य नाशः न जातः, तथापि रूपनाशः भवति इति कृत्वा रूपनाशस्य किं तत्र उद्देशविधेयभावः इति वदामः वा, आश्रयनाशाजन्यः इति सत्यं. किन्तु कः उद्देशः आश्रयनाशाजन्यगुणनाशः इति उद्देशः? तं प्रति विधेयः कः? तत्र समानाधिकरणगुणः इति, गुणजन्यः. अस्मिन् समानाधिकरणगुणः कः अस्ति? समानाधिकरणगुणः अस्ति अत्र रूपम् इति. रूपः, रूपम् इति तादृशगुणः यस्य नाशः भवति संयोगवत्. अस्तु, तर्हि समानाधिकरणगुणः कः येन नाशः जायते? तेजस्संयोगः. समीचीनम्. इति पाकः. अस्तु, तर्हि अत्र किं दृष्टम् अस्माभिः? दृष्टान्ते हेतुः अपि च साध्यम् उभावपि स्तः इति अनुभूतं खलु अस्मिन् दृष्टान्ते, पाकजरूपनाश दृष्टान्ते. इत्युक्ते यथा महानसे अनुभूतः अनुभूतौ विषयौ हेतु अपि च साध्यं तद्वत्. तर्हि अनेनापि किञ्चित् अन्वयदृष्टान्तः इव भासते वा? किं चिन्तयन्ति? तर्हि यत्र तदेव यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति यथा महानस उदाहरणे दृष्टं तथैव अत्र पाकजरूपनाशवत् इति तस्मिन् उदाहरणे अपि तथा दृश्यते यथा अन्वयदृष्टान्तस्थले वदेम तथा व्यतिरेकदृष्टान्ते पक्षभिन्नस्थले न लभ्यते इति इदानीं त्यजतु, परन्तु इदं दृष्ट्वा महानसरूपी उदाहरणे अपि तादृशमस्ति पक्षभिन्नस्थले, अपि च पाकजरूपनाशः इति यस्य उल्लेखः अस्ति अत्र दृष्टान्तत्वेन, तस्मिन्नपि साध्यं हेतुः उभौ स्तः पक्षभिन्नस्थलम् इव भासते किल? अत्र मम चिन्तनं किञ्चित् पाकजरूपनाश इत्युक्ते आश्रयनाशजन्यगुणनाशत्वं बहुत्र भवितुम् अर्हति भगिनि, परन्तु वह्नित्वं तु वह्नि एव भवति, वह्नौ एव भवति. सत्यं, तत् चिन्तनमपि समीचीनमस्ति. इतः अग्रे तस्य विषये एव किञ्चित् दीयते, अग्रे सरेम. तर्हि सावित्री भगिनी, तादृशचिन्तनमेव अस्ति, अग्रे पश्येम. जयन्ती भगिनी न पठितवती, अग्रे पठति वा? आं भगिनि, तदा अस्मिन् खलु सत्यं सत्यं तदा अस्मिन् पाकजरूपनाशे साध्यमपि अस्ति समानादिकरणगुणजन्यत्वं रूपं घटे अस्ति, तस्मिन्नेव घटे पाकः नाम तेजसंयोगः अपि अस्ति. समानादिकरणगुणः इत्युक्ते तेजः संयोगः. रूपं घटे इत्यस्मात् रूपनाशः अपि घटे. अनेन रूपनाशः च तेजः संयोगः च समानादिकरणौ, अपि च तेन समानादिकरण तेजसंयोगेन रूपनाशः जन्यते. तस्मात् पाकजरूपनाशे समानादिकरणगुणजन्यत्वम् अस्ति. अत्र पूर्वस्मिन् परिच्छेदे यत् पठितम् अस्माभिः, कीदृशः दृष्टान्तः अयं पाकजरूपनाशः इति, पाकजरूपनाशः इति पदार्थः अस्ति यस्मिन् हेतुः अस्ति. हेतुः कः? हेतुः अस्ति आश्रयनाशजन्यगुणनाशत्वम्. इत्युक्ते आश्रयस्य नाशं विना गुणनाशः भवति इति कश्चन धर्मः अस्ति तस्मिन्. अयमेव हेतुः अस्ति. हेतोः आधारेण पाकजरूपनाशे किमपि धर्मः अस्ति. कीदृशधर्मः इत्युक्ते समानादिकरणगुणजन्यत्वम् इति धर्मः अस्ति इति वक्तुं शक्नुमः. अत्र समानादिकरणगुणजन्यत्वम् इत्युक्ते तेजः संयोगः. अस्मिन् दृष्टान्ते वा अस्मिन् उदाहरणे भगिनि अत्र जन्यत्वम् इति कस्य विषये? जन्यत्वं जातः कः? कः जातः? भवती पूर्वं यदुक्तवती तत् सर्वं समीचीनम्, आश्रयनाशात् जन्य इति गुणनाशः इति उक्तवती, तर्हि जातः कः? आश्रयनाश गुणजन्यत्वं जातं गुणजन्यत्वम् अस्ति इति साध्यं भवति. केन आश्रयनाशजन्यगुणनाशत्वम् अस्ति इत्यस्मात् साध्यम् अस्ति. अस्तु, इदानीं जन्यत्वम् इति यद्भवती वक्तुम् इष्टवती, कस्यचित् धर्मः इति वक्तुम् इष्टवती खलु? आम् आम् आम्. कस्य धर्मः? साध्यस्य किं किं सरला भगिनी किम् उक्तवती साध्यं तस्य साध्यं समानाधिकरणगुण तस्य धर्म अस्ति समानाधिकरणगुणजन्यत्वं हा समानाधिकरणगुणजन्यत्वम् इति साधनीयम् अवश्यम् इत्युक्ते समानाधिकरणगुणेन यः जन्यः इति भवति हा हा पृच्छति खलु सत्यं सत्यं कः जन्यः अत्र अत्र आश्रयनाशः जन्य गुणनाशः जन्यः हा गुणनाशः इत्युक्ते रूपनाशः तावदेव अथवा संयोगनाशः अस्तु अतः समानाधिकरणगुणः अस्ति तेजसंयोगः तेजसंयोगेन रूपनाशः जातः अतः रूपनाशः जायते अतः पाकजरूपनाशे समानाधिकरणगुणजन्यत्वम् अस्ति इति वक्तुं शक्नुमः तदेव अत्र अस्ति हेतुः अस्ति अस्मिन् दृष्टान्ते हेतुः अस्ति आशयनाशजन्यगुणनाशत्वरूपेण अतः समानाधिकरणगुणजन्यत्वम् अस्ति साधुरूपेण इति वक्तुं शक्नुमः अतः अत्र अन्वयव्याप्तिः दृश्यते हेतुः अस्ति साध्यमस्ति महानसवत् अस्तु हा अस्तु अत्र रूपं कुत्र अस्ति केवलं स्पष्टीकरणार्थं यद् अग्रे अस्ति घटस्य उदाहरणं स्वीकृत्य अस्तु अत्र रूपं रूपं घटे अस्ति रूपस्य नाशः अपि घटे अस्ति द्वयोः समानाधिकरणं समानाधिकरणौ हा वस्तुतः वस्तुतः रूपनाशः घटे अस्ति इति भवत्या यदुक्तं तत् सत्यम् अस्तु तस्मिन्नेव घटे अपरः एकः गुणः अस्ति पाकः इति सः समानाधिकरणः अस्तु अस्तु विपरीतरीत्या वक्तव्यं भवति खलु समानाधिकरणगुणः पाकः सः तस्य समानाधिकरण्यमस्ति रूपनाशेन सह यत्र रूपनाशः भवति तत्रैव तेजसंयोगः अपि भवति अतः तौ समानाधिकरणौ हा सत्यम् अस्तु अस्तु अनेन समानाधिकरणतेजसंयोगेन रूपनाशः जायते इति कृत्वा समानाधिकरणजन्यः सः रूपनाशः अस्तु इति वार्ता अस्ति हा अहम् आरम्भे यत् पृष्टवती तद् अन्तिमवाक्यम् अत्र पाकजरूपनाशे अस्ति समानाधिकरणगुणजन्यत्वम् इति धर्मः तस्मिन् अस्ति इति स्पष्टं स्यात् अधुना राजेन्द्रमहोदय अग्रे पठति वा आं भगिनि घटस्य स्थाने फलं भवति चेत् यस्मिन् फले रूपनाशः अस्ति तस्मिन् एव फले तेजसंयोगः अपि अस्ति समानाधिकरणगुणः इत्यनेन तद् अधिकरणवृत्तिः गुणः तेजसंयोगः एकस्मिन् फले तेजसंयोगः अस्ति पाकजरूपनाशः अपि अस्ति अपि च फलनाशः नास्ति आहत्य पाकजरूपनाशे आश्रयनाशजन्यगुणनाशत्वम् अपि अस्ति समानाधिकरणगुणजन्यत्वम् अपि अस्ति हेतुः अपि अस्ति साध्यम् अपि अस्ति इदानीं घटस्य स्थाने यदा फलं चिन्तयामः तस्मिन् तदा फले तेजसंयोगेन रूपनाशः भवति परन्तु फलस्य नाशः न भवति तत्र समानाधिकरणगुणः यथा तेजसंयोगः तेजसंयोगः अस्ति तत्र समानाधिकरणगुणः एकस्मिन् फले तत् तेजसंयोगः अपि अस्ति यथा पाकजरूपनाशः आसीत् घटे तथैव परन्तु फलनाशः नास्ति आहत्य पाकजरूपनाशे आश्रय अजन्यगुणनाशतम् अपि अस्ति फलनाशः न भवति तथा तत्र आश्रयनाशेन आश्रयनाशेन यः रूपनाशः जातः तत्र सः नाशत्वं तत् हेतुः अस्ति तत् समान अधिकरणगुणजन्यतम् अपि अस्ति समान अधिकरणगुणजन्यतम् इत्युक्ते तेजसंयोगः तेजसंयोगः अपि फले अस्ति तत्र हेतु अपि अस्ति तत्र साध्यमपि अस्ति साध्यमस्ति इत्युक्ते तेजसंयोगः हेतु अस्ति फलनाशः साध्यं महोदय साध्यं किमस्ति रूपनाशः सत्यं किन्तु अत्र साध्यं किं साध्यम् अस्ति तेजसंयोगः न चिन्तयतु इदानीं तेजसंयोगः फलम् अस्ति अस्तु फले कश्चन रक्तवर्णीयरूपम् अस्ति इति चिन्तयतु फले रूपम् अस्ति रूपस्य नाशः नष्टः केन तेजसंयोगेन हा अस्तु तर्हि रूपनाशः जातः तेजसंयोगेन तेजसंयोगः इत्युक्ते तेजः साध्यम् एकनिमिष तेजसंयोगः इत्युक्ते कः पाकः पाकः आम् इति पठितवन्तः खलु पाकः विलक्षणतेजसंयोगः विशिष्टतेजसंयोगः एकप्रकारकः तेजसंयोगः एव पाकः तर्हि तेजसंयोगः अपि कश्चन गुणः खलु संयोगः इति कश्चन गुणः एव पाकः इति गुणः पाकः कुत्र वर्तते फले फले वर्तते अस्तु पाकः फले वर्तते इति मनसि निधाय इदानीं फलस्य रूपनाशः कुत्र वर्तते फले एव वर्तते फले एव वर्तते तर्हि समानादिकरणौ कौ अत्र फले एव वर्तते फले एव वर्तते इति द्वौ वस्तु स्तः खलु द्वे वस्तु स्तः रूपनाशः अथवा अन्यत् अस्ति तेजसंयोगः तेजसंयोगः अथवा पाकः हा इति समानादिकरणौ इदानीम् अस्माभिः किं परिशीलनीयं रूपस्य नाशः जातः खलु इत्युक्ते गुणनाशः जातः तत् हेतुः हा एकनिमिषः गुणनाशः जातः गुणनाशः केन जातः तेजसंयोगेन जातः इत्युक्ते समानादिकरणगुणेन जातः खलु समानादिकरणगुणेन जातः इति कृत्वा आश्रयस्य नाशः जातः वा अस्मिन् सन्दर्भे आश्रयस्य नाशः न जातः नाशः न जातः परन्तु रूपस्य नाशः जातः अस्तु अतः आश्रयनाशगुणनाशः इति उच्यते आश्रयनाशाजन्यगुणनाशः क्षम्यताम् इत्युक्ते आश्रयनाशेन अजन्यः आश्रयनाशः न जातः गुणस्य नाशः जातः इति कृत्वा आश्रयनाशाजन्यगुणनाशः अस्ति पाकजरूपनाशः इति अङ्गीकृतं वा अत्र इदानीम् आश्रयनाशाजन्यगुणनाशत्वम् इति किम् अस्ति हेतुः अस्ति वा साध्यमस्ति वा हेतुः अस्ति महोदय राजेन्द्रमहोदय आश्रयनाश अजन्यगुणनाशत्वं हेतुः अस्ति हेतुः अस्ति आश्रयनाशगुण आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः कुत्र अस्ति फले फले अस्ति इति तु सत्यं किन्तु पाकजरूपनाशे अस्ति खलु यतोहि पाकजरूपनाशः कीदृशः साध्यं पाकजरूपन इदानीं विशेषण हा विशेषणविशेष्यभावम् उपयुज्य वदामश्चेत् पाकजरूपनाशः कीदृशः पाकजरूपनाशः विशेषणं सत्यं तस्य इदानीं पाकजरूपनाशः इति विशेष्यं भवति चेत् आश्रयनाशाजन्यगुणनाशः इति तस्य विशेषणं भवितुमर्हति वा आम् भगिनि भवति एव खलु यतोहि आश्रयस्य नाशः न जातः तथापि रूपस्य नाशः जातः अतः आश्रयनाशाजन्यगुणनाशत्वं पाकजरूपनाशे अस्ति इति वक्तुं शक्यते खलु? हा, अपि च पाकजरूपनाशः केन जातः? तेजसंयोगेन. हा, तेजसंयोगेन अथवा पाकेन इत्युक्ते रूपनाशः जातः पाकेन, अपि च पाकः इति रूपनाशस्य समानाधिकरणगुणजन्यः. अतः समानाधिकरणगुणजन्यत्वम् अपि अस्ति पाकजरूपनाशे इति बुद्धम्? पाकजरूपनाशः इति कश्चन पदार्थः, तस्मिन् एकः धर्मः अस्ति आश्रयनाशाजन्यगुणनाशत्वम्, अपरः अस्ति समानाधिकरणगुणजन्यत्वम्. इत्युक्ते हेतुः अपि अस्ति साध्यमपि अस्ति. कुत्र? फले. अस्माकं दृष्टान्तः कः? फलम् इति तु अधिकरणम्. सरला भगिनी वदतु. पाकजरूपनाशे. पाकजरूपनाशे इति बुद्धम्? दृष्टान्तः अस्ति. यथा महानसे, यथा महानसे हेतुः अपि आसीत् साध्यमपि आसीत्, तथैव पाकजरूपनाशे हेतुः अपि अस्ति साध्यमपि अस्ति. अस्तु, भारती भगिनी अग्रे पठति वा? पठामि भगिनि. एवं च प्रकृते पक्षे आश्रयनाशाजन्यगुणनाशः संयोगनाशः इत्यस्मिन् आश्रयनाशजन्यगुणनाशत्वम् अपि अस्ति. समानाधिकरणगुणजन्यत्वम् अपि अस्ति. इत्थं च आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशावत् इति मूलवाक्यमासीत्, विद्याधर्याः मूलवाक्यमासीत्. आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति विद्याधरी वाक्यमासीत्. तत्र किं किम् अस्ति? आश्रयनाशजन्यगुणनाशः संयोगनाशः इत्यस्मिन् द्वे अपि अस्ति प्रकृते. आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यत्वं द्वे अपि अस्ति. पाकजरूपनाशवत् इदानीं पूर्वस्मिन् उदाहरणे राजेन्द्रमहोदय यत् पठितवान् तत्र पाकजरूपनाशः इति दृष्टान्तः आसीत् खलु? दृष्टान्तः. अतः वत् इति अस्ति प्रत्ययः. तद्वत् पाकजरूपनाशवत् यथा पाकजरूपनाशः आसीत् तद्वदस्ति अस्माकं संयोगनाशः. यतोहि विद्याधरी पुस्तके किमर्थम् अस्य चर्चा जाता? संयोगनाशः अस्ति, विभागः अपि अस्ति. अस्तु, विभागेन संयोगनाशः जातः इत्यस्य चर्चायाः अवगमनार्थम् एतस्य अनुमानवाक्यस्य आवश्यकता अभवत् आसीत्. तर्हि वस्तुतः संयोगनाशः इति पक्षः, आश्रयनाशाजन्यगुणनाशः इत्युक्ते तादृशः संयोगनाशः. तस्मिन् पक्षे किं किम् अस्ति, हेतुः कः? हेतुः आश्रयनाशाजन्यगुणनाशः. गुणनाशत्वम् इति हेतुः. साध्यं समानाधिकरणगुणजन्यत्वं इति साधनीयं भवति. चले आम् अस्तु इति प्रकृतपक्षः संयोगनाशः इति तस्मिन् साधनीयं भवति आम् इति अग्रे गच्छेम इतः पश्येम कथं साधयन्ति इति भगिनी इत्थं च एकं पदम् अस्ति वा सन्धिः अस्ति तत्र इत्थम् इत्थं योगः च तत्र सन्धिः एव इत्थञ्च इति उक्तं खलु तत्र सन्धेः नाम कोऽपि स्मरति पररूपादेशसन्धिः इत्थं च अनुनासिकसन्धिः इति भाति अनुनासिक अनुनासिकवर्णः आगतः अनुस्वारस्य ययि परसवर्णः हा अग्रे वर्धिनी भगिनी पठति वा आं भगिनि किन्तु अस्माकं कश्चन प्रश्नः पूर्वम् उक्तम् आसीत् अस्मिन् अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या अन्वयव्याप्तिः वा व्यतिरेकव्याप्तिः वा यथा जानीमः आश्रयनाश अजन्यगुणनाशत्वम् इति धर्मः पक्षभिन्नस्थले न भवति नाम आश्रयनाश अजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृशः पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति आकृतिः अग्रे आकृतिः अन्तर्गता अथवा अन्तर्गता अथवा यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इति आकृतिः अन्तर्गता अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा इति प्रश्नः हा तर्हि किं पूर्वमपि अयं प्रश्नः आगतः आसीत् खलु कीदृशी व्याप्ति वक्तव्या अनुमानप्रयोगे कीदृशी व्याप्तिः वक्तव्या अन्वयप्राप्तिः वा व्यतिरेकप्राप्तिः वा आश्रयनाशजन्यगुणनाशत्वं तत् सः धर्मः पक्षभिन्नस्थले न भवति पक्षभिन्नस्थले आश्रयनाश अजन्यगुणनाशम् अतिरिच्य अन्यत्र न लभ्यते तदर्थं पक्षभिन्नस्थले न भवति अधुना प्रकृतौ अस्माकं दृष्टान्तः कीदृश पाकजरूपनाशवत् इत्यस्मिन् यत्र यत्र हेतुः तत्र तत्र साध्यं पाकजरूपनाशवत् तर्हि यत्र हेतुः तत्र तत्र साध्यमिति आकृतिः तर्हि आकृतिः कीदृशः अस्ति अत्र इति मूलवाक्यं पश्यतु आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् अस्य आकृतिः पर्वतः वह्निमान् धूमात् यथा महानसं तद्वत् अस्ति वा नाम यत्र यत्र हेतुः तत्र तत्र साध्यं तादृशमस्ति वा अथवा अभावम् आधारीकृत्य अस्ति वा इति यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति किं चिन्तनम् अपि च पाकजरूपनाशवत् इति पक्षभिन्नस्थलम् अस्ति वा इति प्रश्नाः सन्ति इति किं चिन्तनं सन्ध्या भगिनी अभावः अस्ति चेत् व्यतिरेकव्याप्तिः अस्ति वा सत्यं परन्तु अस्मिन् उदाहरणे अभावम् आधारीकृत्य किमपि उक्तमस्ति वा इति प्रश्नः तत्र किञ्चित् चिन्तयन्ति अस्मि उच्चैः तत् यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति यदि वदामः सन्ध्या भगिनी आं भगिनि, श्रूयते वा? हा श्रूयते इदानीम्। तर्हि तथा तु न दृश्यते किल, साध्याभावः यत्र तत्र हेत्वाभावः इति तथा तु न दृश्यते। अत्रापि यत्र हेतुः तत्र साध्यम् इत्येव दृश्यते इदानीं। तर्हि अन्वयदृष्टान्तः भवेत् इति दृश्यते, इव दृश्यते। पाकजरूपनाशवत् इति अपि उक्तम्, इत्युक्ते अस्माकं तु वस्तुतः पक्षः अस्ति संयोगनाशः किल। अपि च पक्षभिन्नस्थले पुनः हेतुः अपि अस्ति, साध्यमपि अस्ति इति चर्चितम्। एतत् सर्वं दृष्ट्वा किं भासते, सरला भगिनि? एतत् दृष्ट्वा अन्वय तत्र हेतुः अपि अस्ति, साध्यमपि अस्ति, अन्वयदृष्टि यत्र यत्र धूमः अस्ति तत्र तत्र वह्नि, इत्युक्ते अन्वय तत्र अन्वयसहचारः एव अस्ति, परन्तु तत्र गन्तुं तत्र अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति मार्गद्वयमपि अस्ति इति वा तत्र? इत्युक्ते अन्वयव्याप्तिः अस्ति अवश्यं, हेतुसाध्ययोः सहचारं दृष्ट्वा, अपि च वस्तुतः संयोगनाशः इति मूलपक्षः, अपि च दृष्टान्तः इति पाकजनाशः, पाकजरूपनाशः, पर्वतः महानसम् इति यथा आसीत् तद्वत् भाति खलु। हा इदानीं किं चर्चनीयम् अस्ति इत्युक्ते, पाकजरूपनाशवत् इति यदुक्तं तद् भिन्नस्थलम् अस्ति न वा इति। यथा पर्वतः महानसम् इति भिन्नस्थलं स्थले स्तः, तथा वा इति चर्चनीयमस्ति। अस्तु, सरला भगिनी अग्रे पठति वा? वस्तुतः पाकजरूपनाश इति तु आशनाशजन्यगुणनाशः इति पक्षस्य एकदेशः, अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः। तर्हि अत्र किम् अस्माकं सिद्धान्तस्य विरुद्धे जातं, नाम एतावता अस्माभिः वारं वारं किम् उक्तं, यत्र हेतुपक्षभिन्नस्थले लभ्यते तत्रैव अन्वयदृष्टान्तः सम्भवति, यत्र च पक्षभिन्नस्थले हेतु न लभ्यते तत्र व्यतिरिक्तदृष्टान्तः एव सम्भवति। किन्तु अत्र प्रकृतौ किं जातं, हेतु पक्षभिन्नस्थले न भवति किन्तु अन्वयदृष्टान्तः दत्तः, स च अन्वयदृष्टान्तः पक्षस्य एव एकदेश कथम् इदम्? भगिनी अत्र प्रश्न दत्तमस्ति यत् अन्वयव्याप्तिः अस्ति वा व्यक्तिरेकव्याप्तिः अस्ति एतत् दृष्टान्ते, पाकजरूपनाश इति च आशजन्यगुणनाशपक्षस्य एकदेशवृत्तिः अस्ति, इत्युक्ते पाकजरूपनाश तेजसंयोगनाशेन रूपनाश भवति, आशस्य रूपनाश भवति, किन्तु अजन्यगुणनाश आशस्य नाश न भवति, एतत् गुणनाश रूपस्य नाश आशनाशेन न भवति। हा इदानीं किम् अत्र परिशीलनीयम् इत्युक्ते, एकदेशः इत्युक्ते कः इति। एकदेश द्रव्य अत्र वक्ता महोदय द्रव्यस्य उदाहरणं दत्त, एकदेश सर्वे महानसं द्रव्य अस्ति, पाक फलं द्रव्य भवति, सो द्रव्ये गुणनाश भवति इत्युक्ते द्रव्यम् इति सामान्यं द्रव्यत्वम् इति सामान्यजातिः, तस्मिन् पुस्तकत्वम् अन्तर्भूतं, सङ्गणकत्वम् अन्तर्भूतं, दूरवाणी तादृशमस्ति पाकजरूपनाशः. हा, आश्रयनाशाजन्यगुणनाशत्वम् इति सामान्यं. सावित्री भगिनी तदेव उक्तवती खलु, सा आश्रयनाशाजन्यगुणनाशत्वं बहुत्र भवति इति उक्तवती. आमाम्, इत्युक्ते पाकजरूपनाशे अपि अस्ति आश्रयनाशाजन्यगुणनाशत्वं. हा, इदानीम् अस्माकं मूलप्रकृतविषयः कः? संयोगनाशः. आम्, संयोगनाशे अपि आश्रयनाशाजन्यगुणनाशत्वम् अस्ति वा? आम्, हा अस्ति एव, यतोहि अस्ति एव. हा, घटपटयोः नाशः न जातः परन्तु संयोगनाशः जातः इति प्रकृतविषयः. तस्मिन्नपि आश्रयनाशाजन्यगुणनाशत्वम् अस्ति, पाकजरूपनाशे अपि तादृशगुण आश्रयनाशाजन्यगुणनाशत्वम् अस्ति इति कृत्वा आश्रयनाशाजन्यगुणनाशत्वम् इत्यस्मिन् पाकजरूपनाशत्वं संयोगनाशत्वम् उभे अपि अन्तर्गते स्तः इति हेतु अपि अस्ति भगिनी. साध्यम्? एकनिमिष, हेतुः साध्यम् इति विषयः नास्ति अत्र. नास्ति, केवलं द्रव्यत्वम् इति स्वीकुर्मश्चेत् द्रव्ये पुस्तकम् अन्तर्भूतं, सङ्गणकम् अन्तर्भूतम्, उत्पीठिका अन्तर्भूता, तथा के बहवः प्रकाराः भवन्ति द्रव्यस्य, किल? हा, पुस्तके द्रव्यत्वम् अस्ति वा? सङ्गणके द्रव्यत्वम्? सङ्गणके द्रव्यत्वम् अस्ति वा? अस्ति. तादृशविषयः अत्र हेतुसाध्यमिति न, तादृशविषयः यथा पुस्तके द्रव्यत्वम् अस्ति, सङ्गणके द्रव्यत्वम् अस्ति, तथा एव पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वम् अस्ति वा? अस्ति. अस्ति, अस्माकं प्रकृतविषयः संयोगनाशः, तस्मिन् आश्रयनाशाजन्यगुणनाशत्वम् अस्ति वा? अस्ति. अस्ति, तर्हि इदानीं स्पष्टम् अस्ति किम्? आं, यथा द्रव्यत्वं द्रव्यत्वस्य द्रव्यत्वम् अस्ति, तथैव आश्रयनाशजन्यगुणनाशे आश्रयनाशजन्यगुणनाशत्वम् अस्ति इति सत्यम्. किन्तु अत्र वार्ता का इत्युक्ते पाकजरूपनाशे अपि तथा अस्ति, यथा पुस्तके द्रव्यत्वम् अस्ति. पुस्तकम् इति द्रव्यस्य एकः प्रकारः खलु? प्रकारः अस्ति. आम्, तद्वत् आश्रयनाशजन्यगुणनाशः इत्यस्य प्रकाराः अत्र सन्ति. पाकजरूपनाशः इति एकः, अपि संयोगनाशः विभागेन जन्यः संयोगनाशः इति एकः इति कृत्वा एकस्मिन् एव पदार्थस्य एकदेशे स्तः उभौ अपि इति बुद्धम्? पदार्थस्य एकदेशे इत्युक्ते पुस्तके द्रव्यम् अस्ति, पुस्तकत्वम् अपि अस्ति, पुस्तकत्वम् एकदेशं भवति. सूपर्सेट् सब्सेट् इति चिन्तयामश्चेत् सूपर्सेट् अस्ति तद् द्रव्यत्वं, तथा अस्ति आश्रयनाशाजन्यगुणनाशः. अस्तु, तर्हि भिन्नदेशः इति तु न, एकः एव देशः खलु? पाकजरूपनाशः अपि तस्मिन्नेव आश्रयनाशाजन्यगुणनाशे अन्तर्भूतः, संयोगनाशः अपि तस्मिन्नेव अन्तर्भूतः. इति स्पष्टता अस्ति वा सर्वेषां मनसि? इत्युक्ते भगिनि, आश्रयनाशजन्यगुणनाशत्वं यद् अस्ति तत्र एकस्मिन् स्थले पाकजरूपनाशत्वम् अस्ति, अपरस्मिन् स्थले संयोगरूपनाशत्वम् इति अस्ति वा? परन्तु भिन्नै प्रकारा गुणस्य नाश आश्रयनाशजन्यगुणनाशे अन्तर्गताः सन्ति. हा, तथैव अस्ति भगिनि. द्रव्यत्वं पुस्तकत्वम् इति यदा स्वीकुर्मश्चेत् पुस्तके पुस्तके द्रव्यत्वम् अपि अस्ति, पुस्तकत्वम् अपि अस्ति. अनेन दृष्ट्या द्रव्यत्वम् इति बृहत् जातिः तस्मिन् अन्तर्गतम् अस्ति पुस्तकत्वं, तद्वदेव अस्ति. आश्रयनाशगुणनाशत्वम् इत्यस्मिन् पाकजरूपनाशत्वं पाकजरूपनाशः अपि च संयोगनाशः. अस्तु, तर्हि विभिन्नदेशः इति तु नास्ति. एकस्य बृहत्पदार्थस्य अन्तर्गतदेशः एव, विभिन्नदेशः इति नास्ति. अस्तु, अग्रे. अपि च तस्मिन्नेव पक्षस्य एकदेशे अन्वयदृष्टान्तः दत्तः, तर्हि अत्र किम् अस्माकं सिद्धान्तस्य विरुद्धे जातं? वयं पूर्वम् अवगच्छामः तत् भिन्नस्थले उदाहरणं भवति हेतु तत्र अन्वयव्याप्तिः अस्ति, यत् एकस्मिन् स्थले पक्षे अस्ति तस्य व्यतिरेकव्याप्तिः भवति. किन्तु अत्र एकस्मिन् पक्षे आशनाशजन्यगुणनाशत्वम् अस्ति, एतत् अन्वयदृष्टान्तः भवति वा व्यक्तिरिक्तदृष्टान्तः भवति? सिद्धान्तः, वस्तुतः सिद्धान्तः अस्ति यत् अन्वयदृष्टान्तस्थले अन्वयव्याप्तिः सा दृष्टान्तः भवेत् इति, अपि च दृष्टान्तत्वेन यत्किमपि दीयते तत्र सः दृष्टान्तः भिन्नं भवेत्, भिन्नस्थलं भवेत् इति. पर्वतः भिन्नः, महानसं भिन्नं खलु इति भवेत् इति सिद्धान्तः अन्वयदृष्टान्त. परन्तु अत्र अन्वयदृष्टान्तः तु अस्ति इति वयं चर्चितवन्तः पूर्वं, खलु? परन्तु दृष्टान्तत्वेन यत्किमपि दीयते अत्र तद् भिन्नदेशः नास्ति इति वार्ता. इत्युक्ते दृष्टान्तः अनुचितः इति, खलु? हा, तादृशं किमपि. तर्हि कथं वा अन्वयदृष्टान्तः इति उक्त्वा कथं वा उदाहरणम् एकस्मिन्नेव देशे स्यात् इति. यथा मम मनसि एतावता प्रतीतिः जातः, यदि वयं पर्वते एकस्मिन् भागे हेतु अस्ति अतः साध्यम् अस्ति इति वदामः तत्तु अनुचितः अस्ति. किमर्थम् इत्युक्ते अस्माकं साध्यं तु पर्वतः एव, परन्तु पक्षः पर्वतः, पक्षः, आम् आम्, पक्षः पर्वतः. तर्हि तत्र एकस्मिन् कोणे किं फुट्हिल्स् वा कुत्रापि हेतोः विद्यमानस्य कारणेन साध्यम् अस्ति अतः पर्वते सर्वत्र अस्ति इति कथं साधनीयं शक्नुमः इति तादृशी किमपि स्थितिः अस्ति अत्र. एकस्मिन्नेव पर्वत, हा सत्यं भगिनि, एकमेव पर्वतं स्वीकृत्य एकस्मिन् देशे पक्षः अपरस्मिन् देशे दृष्टान्तः इति वदनं समीचीनं वा, तादृशप्रश्नः खलु भगिनि, जयन्ति भगिनि? आं भगिनि, तदेव. अस्तु, इति बुद्धं वा सर्वैः? अस्तु, अग्रे पठेम. तर्हि सिद्धान्तस्य विरुद्धं जातम् इति, पक्षभिन्नस्थलं तु नास्ति, अन्वयदृष्टान्तः तु भाति अत्र, तर्हि किं तस्य समाधानं किम् इति अग्रे पठतु भगिनि. यत्र च पक्षभिन्नस्थले हेतु न लभ्यते तत्र व्यक्तिरिक्तदृष्टान्त एव सम्भवति. यथा वयं पूर्वं जानीमः यत् एकस्मिन् स्थले हेतु साध्यं भवति तत् व्यतिरेकदृष्टान्त सम्भवति, यथा वह्नी उष्णत्वात् वह्नित्वात्. किन्तु अत्र प्रकृतौ किं जातं? हेतु पक्षभिन्नस्थले न भवति किन्तु अन्वयदृष्टान्त दत्त, अतः पाकजरूपनाश दृष्टान्ते हेतु अपि साध्य एकस्मिन् स्थले अस्ति, किन्तु भगिनि अत्र हेतुः साध्यम् एकस्मिन् स्थले अस्ति इति सत्यं, परन्तु अत्र वार्ता का? हेतुः पक्षभिन्नस्थले अस्ति वा इति वार्ता? आम् हेतुः पक्ष आमां हा हेतुः पक्षभिन्नस्थले नास्ति खलु, यतोहि नास्ति आश्रयनाशाजन्यगुणनाशत्वमिति हेतुः हेतुः पाकजरूपनाशे अस्ति, संयोगनाशे अस्ति, अपि च वयं जानीमः संयोगनाशः पाकजरूपनाशः इति आश्रयनाशाजन्यगुणनाशस्य एकदेशः एव इति एव अस्ति. अतः अत्र प्रश्नः उदेति, पक्षभिन्नस्थले न भवति हेतुः, परन्तु अन्वयदृष्टान्तः अस्ति, तर्हि सिद्धान्तस्य विरुद्धं जातम्. इत्युक्ते महानसपर्वतः इति भिन्नभिन्नस्थलम् आसीत्, परन्तु अत्र तादृशं भिन्नभिन्नस्थलं नास्ति. पाकजरूपनाशवत् इति वदनस्य आधारः कः? केन आधारेण तथा उक्तम् इति? यतोहि अत्र स च अन्वयदृष्टान्तः पक्षस्य एव एकदेशः. दृष्टान्तः कः? पाकजरूपनाशः इति दृष्टान्तः. सः कीदृशः? पक्षस्य एकदेश इत्युक्ते आश्रजन्यगुणनाशस्य एकदेश अस्ति, देशः अस्ति. तस्मात् किं वक्तव्यं भवति इति अग्रिमसप्ताहे एतस्य चर्चा. अत्र किमपि चिन्तनमस्ति वा कस्यचित्, अथवा भ्रमजनात्मकम् आसीत् वा सर्वम्? किञ्चित् अस्तु, किञ्चिदस्ति भ्रमात्मकं, किञ्चित् पुनः पठनीयं भवति, चिन्तनीयमपि च. हा तर्हि प्रथमतया अत्र अन्वयदृष्टान्तः अस्ति इति अभिज्ञानं भवतु. तेन अन्वयदृष्टान्तस्थले यथा पक्षभिन्नस्थले उदाहरणं दीयते, तद्वत् नास्ति अत्र इति अवगमनं भवतु, तावदेव. तर्हि कथं वा तथा भवति इति. अस्तु, अन्य कोऽपि प्रश्नः? नो चेत् विरमामः. शुभरात्रिः. शुभरात्रिः. धन्यवादः.